करपत्रमस्ति तर्हि अद्यतन करपत्रमस्ति धातुपाठे हल्सन्धिहीट् करपत्रे अन्तिमभागः तर्हि हकारान्तधातुभ्यः तकारादि च प्रत्ययनं योजयति ततः पुनः परिशील पठामि भगिनि. हकारान्तधातुभ्यः तकारादि ठकारादि च प्रत्ययानां योजनविधिः. अत्र मार्गः पञ्चप्रकारकः, सामान्यनियमः चत्वारः विशेषाश्च. इदानीं सामान्यनियमः, तकारादि ठकारादि च प्रत्ययपरे धात्वन्तस्य हकारस्य स्थाने ढकारादेशः भवति होडः इत्यनेन सूत्रेण. प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध आदेशो भवति जषस्ततोर्धोधः इति सूत्रेण. प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढकारादेशः भवति ष्टुनाष्टुः इति सूत्रेण. पूर्वतनस्य ध लोपो भवति डोढे लोपः इति सूत्रेण. उदाहरणम् अस्ति लिह् योगः ता. तत्र प्रथमं पुगन्तलघुपदस्य इत्यनेन गुणः भवति, उपदायां स्थितस्य इकारस्य गुणः भवति, लेह् योगः ता इति भवति. तदनन्तरं होडः इति सूत्रेण अत्र धातौ अङ्गस्य अन्ते हकारः अस्ति, अपि च हलिप्रत्याहारः तदनन्तरम् अस्ति, तकारः हल् प्रत्याहारे अस्ति इति कृत्वा होडः इति सूत्रस्य प्रसक्तिः अस्ति. अनेन हकारस्य स्थाने ढकारादेशः भवति. इदानीं लेड् योगः ता इति भवति. तदनन्तरं जषस्ततोर्धो धः इति सूत्रेण प्रत्यये स्थितस्य तकारस्य स्थाने धकारादेशः भवति. किमर्थमित्युक्ते तत्र ढकारः झष्वर्णे अन्तर्भूतम् इति कृत्वा झष्वर्ण उत्तरस्य तकार थकारयोः धकारादेशः भवति, न तु ध धातौ इत्येव झषस्ततोर्धोधः इति सूत्रं वदति. अतः लेड् योगः त तकारस्य स्थाने धकारादेशः भूत्वा लेढ् योगः ध. इदानीं स्टुनाष्टुः इति सूत्रेण, स्तोः स्तुनाष्टुः इति सूत्रेण तत्र ढकारः अस्ति, तत्तु टबर्गीयः, अपि च तदनन्तरं धकारः अस्ति, तत्तु तवर्गीयः इति कृत्वा तत्र ष्टुत्वं भवति, लेढ् योगः ढ इति भवति. इदानीं तत्र ढकारस्य अनन्तरं ढकारः एव अस्ति इति कृत्वा डोढे लोपः इति सूत्रेण पूर्वतनस्य ढकारस्य लोपः भवति, ले योगः ढ लेढा इति अन्तिमरूपं प्राप्नोति. एतदेव सामान्यकार्याणि. अत्र पुनः अत्र महोदयः अष्टुनाष्टुः किमर्थं कार्यं करोति इति पृच्छामि. किमर्थं जलां दशी कार्यं न करोति इति चर्चा. आम् आम् आम् विद्यामन्दी किमपि वक्तव्यं वा? न न अहं केवलं वदामि, अद्य अहं केवलं शृणोमि. एवं आम्, ष्टुनाष्टुः इति सूत्रस्य कार्यं तत्र निमित्तानि मूर्धन्यषकारः वा टवर्गीय वर्णाः वा पूर्वं वा परं वा भवेत्, कस्य अपेक्षया इत्युक्ते सकारस्य टवर्गीय वर्णस्य पूर्वं वा परं वा भवेत् चेत् सकारस्य तकारस्य क्रमेण मूर्धन्यषकारः वा टवर्गीय वर्णान् वर्णः वा आदेशः भवेत्। इदानीं झलां किं सूत्रम् उक्तवती भगिनि? झलां झषि इति सूत्रं। हा, झलां तत्र झलां झषि तत्र निमित्तानि पश्यामश्चेत् झष् झष् वर्णः परे भवेत् इति अस्ति। अस्मिन् सन्दर्भे झष् इति तत्र झष् इत्युक्ते तृतीय चतुर्थसदस्यः एव, किन्तु आम् अत्रापि तृतीयचतुर्थसदस्यः अस्ति, ढकारः एव अस्ति, तत्तु झष् प्रत्याहारे अन्तर्भूतम् अस्ति। झष् आदेशः भवति, झलाम् इति अपि भवति। प्रायः इदानीं सूत्रसङ्ख्या द्रष्टव्यम्। मम कृते हा हा हा ष्टुनाष्टुः इत्यस्य सूत्रसङ्ख्या अस्ति त्रिपाद्यां चतुर्थपादे एकाधिक चत्वारिंशत्, एकाधिकचत्वारिंशत्, अपि च त्र्यधिकपञ्चाशत् अस्ति जलां झषि। ओ त्र्यधिक पञ्च इत्युक्ते ष्टुनाष्टुः इति सूत्रं पूर्वसूत्रम् इति कृत्वा त्रिपाद्यां सूत्रद्वयमपि अस्ति इति कृत्वा ष्टुनाष्टुः इत्यस्य इति सूत्रस्य एव प्रसक्तिः प्राप्तिः च प्राप्तिः इति। सूत्रमपि अग्रे एव आं भगिनि। एवमेव ऋह् योगः ता पुगन्तलघूपधस्य च, अत्र गुणः भूत्वा रोः योगः ता, इदानीमत्र होढः इत्यनेन हकारस्य स्थाने ढकारः, रोढ् योगः ता, झषस्तथोर्धोधः इत्यनेन तकारादिप्रत्ययः अस्ति, अतः अत्र धकारः भवति, रोढ् योगः धा। इदानीमत्र ढकारः अस्ति, परः धकारः अस्ति, अतः ष्टुनाष्टुः इत्यनेन रोढ् योगः ढा। अत्र डोढे लोपः इत्यनेन पूर्वस्थितस्य ढकारस्य लोपः भूत्वा रोढा इति रूपमिश्रणं भवति। तथा एव मिह् अपि मेढा इति रूपं निष्पन्नं भवति। अत्र सूत्रत्रयं होढः वदति हकारस्य स्थाने डकारादेशो भवति झलि पदान्ते च, अनुवृत्तिसहितसूत्रमस्ति अह ढः झलिपदस्य अन्ते च, इत्युक्ते अत्र हकारान्तधातुः अनन्तरं यदि झल् प्रत्याहारस्य कश्चन वर्णः वा हकारान्तपदम् अस्ति चेत् हकारस्य स्थाने ढकारः आदेशः भवति इति। अतः अत्र हकारस्य स्थाने ढकारः होढः इत्यनेन झषस्तथोर्धोधः इति वदति, झष् उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति धा धातुं वर्जयित्वा। सूत्रं स्वयं सम्पूर्णं झषः तथोः धः अधः इति। अत्र सूत्रं वदति पूर्वं झष् वर्णः भवेत्, तदनन्तरं तकारः वा थकारः वा भवेत्, तथा अस्ति चेत् तकारयोः स्थाने धकारादेशः भवति, परन्तु एतत् न भवति यदि धातुः अस्ति चेत्। अस्ति झषस्ततो धोधः, अनन्तरं ढोढे लोपः। अत्र ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति, सूत्रं स्वयं सम्पूर्णं ढः ढे लोपः इत्युक्ते अत्र ढकारद्वयं अत्र पूर्वस्थितस्य ढकारस्य लोपः भवति ढोढे लोपः इत्यनेन। अग्रे अपि पठ विशेषः ध रेफ इत्यनयोर्लोपानन्तरं तयोः पूर्वस्थितस्य अण् अ इ उ इत्यस्य दीर्घादेशो भवति, यथा लिह् योगः तः। इदानीमत्र तः इति अपित् प्रत्ययः, अतः अपित्वात् गुणनिषेधः भवति, अतः लिह् योगः तः इत्यस्य प्रसङ्गे प्रथमं तु होढः इति कार्यं करोति, इत्युक्ते हकारस्य स्थाने ढकारः। अत्र तः इति प्रत्ययः तकारादिप्रत्ययः, तत्तु झल् वर्णः अस्ति, अतः होढः इत्यस्य प्रसक्तिः लिड् योगः तः। इदानीं ढकारः झष् वर्णः, तस्य अनन्तरं तकारः अस्ति, अतः झषस्ततोर्धोधः इत्यनेन तकारादिप्रत्ययः अस्ति, तकारस्य स्थाने धकारः, लिढ् योगः धः। इदानीम् अत्र यथा वयं पूर्वं दृष्टवन्तः ष्टुनाष्टुः अपि च झलां झष् झषि, परन्तु ष्टुनाष्टुः इति पूर्वसूत्रमस्ति पूर्वत्रासिद्धम् इत्यनेन ष्टुनाष्टुः इत्यस्य कार्यमेव, अतः ढकारस्य स्थाने ढकारः, लिड् योगः ढः। अत्र इदानीमत्र ढकारद्वयम्, अतः ढोढे लोपः इत्यनेन पूर्वस्थितस्य ढकारस्य लोपः, ली योगः ढः। यदा ढकारस्य लोपः भवति, लोपस्य कारणमस्ति ढकारः, तस्मात् पूर्वं यः अण्वर्णः अस्ति इकारः तस्य दीर्घत्वं भवति ढलोपे पूर्वस्य दीर्घोऽणः इत्यनेन, अतः अत्र लीढः इति रूपं निष्पन्नं भवति। ढलोपे पूर्वस्य दीर्घोऽणः ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः, सूत्रं स्वयं सम्पूर्णं ढलोपे पूर्वस्य अणः दीर्घः, यथा वयम् इदानीमेव दृष्टवन्तः अत्र डोढे लोपः इत्यनेन ढकारस्य लोपः भवति, तस्य निमित्तमस्ति ढकारः, अतः तस्मात् पूर्वं यः अण्वर्णः अस्ति तस्य दीर्घत्वं भवति इति एतत् सूत्रं वदति। अग्रे अपि पठामि वा परिच्छेदम्? उपरि ढकारस्य उदाहरणं दृष्टम्। विसर्गसन्धौ रेफस्य प्रसिद्धोदाहरणं पुनः रमते, अत्र पुनर्योगः रमते, पुनः इति रेफान्त अव्ययपदमस्ति, अतः पुनर्योगः रमते। अत्र रोरि इत्यनेन रेफस्य रेफे फरे लोपः, इत्युक्ते अत्र पुनर् इत्यस्य रेपः, तस्मात् तस्य अनन्तरं रेपः अस्ति, अतः पूर्वस्थितस्य रेपस्य लोपः भवति रोरि इत्यनेन, अतः पुनः योगः रमते। इदानीं ढलोपे पूर्वस्य दीर्घो अणः आगत्य अत्र रेपस्य लोपस्य कारणमस्ति अत्र रमते इत्यस्य रेपः, तस्मात् पूर्वं यः अण्वर्णः अस्ति अकारः सः अकारः दीर्घः भवति, पुनारमते इति रूपं निष्पन्नं रूपं भवति. अस्ति वा भगिनि? आम् महोदय, अस्ति महोदय, धन्यवाद. पुष्प भगिनि खलु? अस्तु भगिनि. दकारादि हकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः. तकारादि थकारादि च प्रत्यये पदे दकारादि हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने गकारादेशः भवति धातोर्धातोर्घः इत्यनेन सूत्रेण. अधुना प्रत्ययः जश् परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध आदेशः भवति. जश् जशस्ततोर्धो धः इति सूत्रेण. अधुना धातु परतः जश् अस्ति, धकारः अस्ति, अतः धात्वन्ते घस्थाने तृतीयादेशो भवति जलाजश्चषि इति सूत्रेण. जष्ट्वसन्धिः भवति अत्र. उदाहरणात् दोः योगहति अत्र दादेर्धातोर्घः इत्यनेन हस्थाने घ आदेशः, तत्तु दोः योगः ति घ आदेशवत् दोघ् योगः ति. अत्र जशस्ततोर्धोद्धः इत्यनेन तस्थाने तकारस्य स्थाने ध आदेशः, दोघ् योगः दि तत्तु ति तु ध दि आदेशः. जलां झष् झषि इत्यनेन घस्थाने तृतीय ग तृतीयवर्णः आदेशः, ककारस्य तृतीयवर्णः आदेशः, दोग् योगः धि दोग्धि इति सम्पूर्णः. अत्र दागे होडः इति सामान्यसूत्रं, दागे धातोः इति तत्तु अपवादत्वेन आगच्छति. दा धातोः किमर्थम् इत्युक्ते स्थानी निमित्तं समानम् इति कृत्वा धन्यवादः. शुक्रवारम् एव वयं निश्चितवन्तः किल, यदा विप्रतिषेधः वा एकत्र प्रसक्तिः इति द्रष्टव्यं चेत् तत्र केवलं निमित्तानि एव न तु स्थानि अपि द्रष्टव्यम् इति. अस्तु, दुःयोगः अर्थः. आम् आम्, दुःयोगः अर्थः दादेर् धातोर्घः इति सूत्रेण. तत्र दुः इति धातुः, तत्र तत् धकारादिः अस्ति, अपि च हकारान्तः अस्ति इति कृत्वा होडः इति सूत्रं प्रबाद्य दादेर् धातोर्घः इति सूत्रस्य प्राप्तिः. अनेन हकारस्य स्थाने धकारादेशः भवति, दुघ् योगः थः. इदानीं दुग्ध् इति तत्र झष्वर्णः अन्ते अस्ति, तदुत्तरं थकारः अस्ति इति कृत्वा झषस्ततोर्धो धः इति सूत्रस्य प्राप्तिः. अनेन थकारस्य स्थाने धकारादेशः भवति, दुग्ध् योगः धः. इदानीं झलां झषि इति सूत्रेण महाप्राणधकारस्य स्थाने अल्पप्राण महाप्राणघकारस्य स्थाने अल्पप्राणघकार आदेशः भवति. दुग् योगः धः दुग्धः इति. वर्गे महोदयेन पृष्टं किमर्थं स्टुनाष्टुः इत्यस्य कार्यं नास्ति अत्र जलां झषि इति. अत्र स्टुनाष्टुः स्तोः इति स्थितौ एव सकारः वा तवर्गीयवर्णाः सन्ति चेत् एव तस्य कार्यं भवति तदेव स्थानी इति कृत्वा. अत्र सकारः वा तवर्गीय वर्णः नास्ति इति कृत्वा तस्य प्रसक्तिरेव नास्ति. एवमेव देह् योगः ति पुनः अत्रापि दकारादि हकारान्तधातुः इति कृत्वा दादेर् धातोर्घः इति सूत्रेण हकारस्य स्थाने घकारादेशः. देघ् योगः ति तत्र पुनः तकारादि तकारः घकारस्य परे अस्ति इति कृत्वा झषस्ततोर्धो धः इति सूत्रेण तकारस्य स्थाने धकारादेशः. देघ् योगः धि जलां झषि इत्यनेन तृतीय सदस्य वर्ण तृतीयसदस्य घकारस्य आदेशः भवति. घकारस्य स्थाने देघ् योगः धि देग्धि. एवमेव दिह् योगः थः दिग्धः इति अन्तिमरूपं प्राप्नोति. सूत्राणि वक्तुम् इच्छति वा? हा पठामि केवलं. आम् आम् दादेर् धातोर्घः दाधेर् धातोर्घः दकारादि धातोः हकारस्य स्थाने घकारादेशः भवति झलि पदान्ते च. अनुवृत्तिसहितसूत्रं दादेः धातोः हः घः झलि पदस्य अन्ते च. झषस्ततोर्धो धः तत्र झष् उत्तरस्य तकारथकारयोः स्थाने धकारादेशः भवति धा धातुं वर्जयित्वा. स्वयं सूत्रं स्वयं सम्पूर्णं. झषः ततोः धः अधः. अत्र भगिनी तत्र ततोः इत्येव दत्तमस्ति. प्रत्ययः इति अनुवृत्तिः नास्ति इति कृत्वा यत्र कुत्रापि संहितायां झष्वर्णः झष् वर्ण उत्तरस्य तकारः वा थकारः वा अस्ति चेत् अस्य सूत्रस्य प्रसक्तिः इति स्वीकर्तुं शक्यते किल? आम् इत्युक्ते तत्र यदा झष्वर्णः पूर्वमस्ति तद् उत्तरं तकारः थकारः वा भवति चेत् अस्य सूत्रस्य प्रसक्तिः भवति एव यत्र कुत्रापि. झलां झषि झलां स्थाने झष् आदेशः भवति झषि परे. अनुवृत्तिसहितसूत्रं झलां झषि संहितायां. संहितायाम् इत्युक्ते वर्णनिमित्तकार्यमेव किल? आम् महोदय, किन्तु अत्र अधः इति दत्तमस्ति. सत्यम्, आमां जलां झषि निश्चयेन वर्णननिमित्तं कार्यमेव, किन्तु अत्र झषस्ततोर्धोदः इति सूत्रे अधः इति धातुं वर्जयित्वा इति उक्तमस्ति. तर्हि यत्र धातु इति आयाति तत्र तु तकारादितकारादि प्रत्ययः इति एव स्वीकर्तव्यं खलु. अहम् अष्टैरकं मध्ये पश्यामि, तत्रापि धातुं विहाय अन्येषां धातूनां विषये इति ओ धातूनाम् इति दत्तवन्तः वा? अधः इत्युक्ते अधः धातोः कृते एतत् कार्यं न भवति इति. न भवति इति तर्हि अन्येषां धातूनाम् इति ओ स्मर्तव्यम्. अधः इति उक्तं तत्कारणात् अत्र धातुम् अन्येषां धातूनामेव सूचनमस्ति इति. किन्तु अष्टाध्याये सर्वाणि सूत्राणि तु वर्णनिमित्तिकानि एव. आम् संहितायाम् इति तत्र अधिकारः कुतः आरभ्यते भगिनि? किमर्थं जशस्ततोर्धो तत्र जशस्ततोर्धोदः वदतु भगिनि. अष्टमाध्यायस्य द्वितीयपादे अष्टशतं सूत्रम् आरभ्य संहितायाम् इति आयाति. ओ जशस्ततोर्धोदः इति सूत्रं तत् पूर्वमेव अस्ति तस्य पूर्वधातूनां कृते. अस्तु भगिनि, तृतीयबिन्दुः अस्ति तानि दृह् मुह् ष्णः ष्णिः एभ्यः चतुर्भ्यः धातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः. एभ्यः चतुर्भ्यः धातुभ्यः हकारस्य स्थाने विकल्पेन घकारो वा ढकारो वा भवति. यथा ह स्थाने घ आदेशः, झलिपरे धात्वन्ते ह स्थाने घ आदेशः, वा द्रुहमुह श्नुह स्निहाम् इति सूत्रेण. अधुना प्रत्ययः झष् परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध आदेशो भवति. झषस्ततो धोधः इति सूत्रेण अधुना धातुपरतः झष् अस्ति धकारः, अतः धात्वन्ते घ स्थाने तृतीयादेशो भवति झलां झष् झषि इति सूत्रेण झष्ट्वसन्धिरिति. इदानीम् अत्र विशेषसूत्रमस्ति दृह मुह् दृह् मुह् श्नुः श्निः एभ्यः चतुर्भ्यः धातुभ्यः यदा तकारादि वा थकारादि वा प्रत्ययः अस्ति तर्हि किं भवति इति. अत्र प्रथममस्ति हकारस्य स्थाने घकारादेशः भवति वा द्रुह मुह श्नुह श्निहाम् इति सूत्रेण. अनन्तरं यदा घकारः आदेशः भवति हकारस्य स्थाने किं भवति इत्युक्ते घकारः तु झष् वर्णः, अनन्तरं तकारः वा थकारः वा अस्ति, अतः अत्र झषस्तथोर्धोधः इत्यनेन अत्र प्रत्ययस्य आदौ यः तकारः वा थकारः वा अस्ति तस्य स्थाने धकारादेशः भवति. अनन्तरमत्र पूर्वं घकारः तदनन्तरं धकारः, धकारः झष् वर्णः, घकारः झल् वर्णः, अतः झलां झष् झषि इत्यनेन झष्ट्वसन्धि भूत्वा अत्र घकारस्य स्थाने तृतीयसदस्यः घकारः आदेशः भवति इति. उदाहरणमस्ति दृह् योगः ता, अत्र ता इति आर्धधातुकप्रत्ययः, अतः पुगन्तलघूपधस्य च इत्यनेन अत्र प्रथमम् उपधायां स्थितस्य उकारस्य गुणः द्रोह् योगः ता. इदानीं धातुः दृह् धातुः, अतः अत्र होढः इत्यस्य प्रसक्तिः प्रायः भवति, परन्तु दकारादिधातुः अस्ति इति भूत्वा अत्र दादेर्धातोर्घः इति सूत्रस्य प्रसक्तिः अपि अस्ति, परन्तु वा द्रुह मुह श्नुह स्निहाम् इति अत्र अपवादत्वेन तस्य कार्यं भवति अत्र. अतः हकारस्य स्थाने घकारः, द्रोघ् योगः ता. इदानीम् अत्र घकारः झष्वर्णः, तकारः यदस्ति ता प्रत्ययस्य आदौ, अतः झषस्तथोधोधः इत्यनेन तकारस्य धकारः भवति, स्थाने धकारः आदेशः. द्रोघ् योगः धा, अत्र पुनः झलां झश् झषि इत्यनेन तृतीयसदस्य आदेशः भवति घकारस्य स्थाने. द्रोग्योगः ध, द्रोग्ध. तथा एव अत्र मुह् इत्यस्य स्थाने. क्षम्यतां महोदय, तत्र कथं तत्र दृहमुह श्नु वा दृहमुह श्नु हिष्णां स्निहाम् इति अस्ति किल, तत्र तत्र आदेशः वैकल्पिकः, तत् कथम् अपवादरूपेण कार्यं करोति इति किञ्चित् विवरणं कर्तुं शक्यते वा? अपवादः तत्र कथं भवति इति. अत्र धातुः दकारादिधातुः अस्ति किल महोदय, परन्तु तस्य कार्यं न भवति. किमर्थम् इत्युक्ते अत्र सूत्रे एव दृहधातोः प्रसक्तिः अस्ति, अतः अत्र दादे धातोर्घः इत्यस्य कार्यं न भवति. परन्तु किमर्थं किमर्थम् इत्युक्ते वा इति दत्तमस्ति किल, तत्र आदेशः वैकल्पिकमेव. भवान् एव पूर्वम् उक्तवान् खलु स्थानी निमित्तानि समानानि चेत् तर्हि यत्र तर्हि तत्र सङ्कर्षः भवति इति. तर्हि अत्र दशस्तुर्दोर्धः इति सूत्रे तु पुनः क्षम्यतां किम् आसीत् दादेर् धातोर्घः इति सूत्रे स्थानी अस्ति हकारः, अनन्तरं निमित्तानि सन्ति जलीपदस्य अन्ते च इति. अत्र अपि वा दृह मुह श्नुः स्नेहाम् इति सूत्रे अपि स्थानी अस्ति हकारः, निमित्तमस्ति जलीपदस्य अन्ते च इति. आम्, किन्तु अत्र वैशिष्ट्यं सर्वेषां धातूनां कृते वा दादिधातोः कृते चेत् सर्वेषां दादिधातोः कृते हकारस्य स्थाने इति उक्तमस्ति. अत्र यत्र दृक् इति धातुः हकारादि अस्ति, तर्हि दुः मुख् श्नुहिति इति सूत्रस्य कृते एतद् अपवादत्वं भवति खलु. किमर्थम् इत्युक्ते दुः इति धातुः अपि दकारादि अस्ति. तद् भवतु भगिनि, किन्तु अत्र आदेशः वैकल्पिकमस्ति, सो द्वयस्य सूत्रद्वयोः किमर्थं प्रसक्तिः नास्ति इति मम प्रश्नः. किमर्थम् इत्युक्ते समान आदेशः खलु, यदि भिन्न आदेशः आसीत् चेत् द्वयोः प्रसक्तिः भवेत्. तर्हि यत्र यदि प्रायः चिन्तयतु दादेर्धातौ गः इति सूत्रे दकारः इति आदेशः न, प्रायः घकारः किम् आसीत् किं वा ककारः आदेशः इति चिन्तयतु इति चिन्तयामः चेत् किं भवति, एतत् एतद् विकल्प बलवत् भवति विकल्पेन भवति इति कृत्वा घकारः वा गृह मृग मुख श्नुः श्नुः स्निहाम् इति सूत्रेण भवति घकारः. अनन्तरं दातिर् एतद् प्रभात् अन्यस्मिन् पक्षे तु दादे धातोः स्तः इति कार्यं करोति, किन्तु उभयोः सूत्रयोः आदेशः अपि समानमेव इति वदामः चेत् अपवाद कार्यं किमपि भेदः नास्ति खलु. अपवादः नास्ति भगिनि, अत्र अपवादः इत्यस्य विषये नास्ति. दुःख इति कृते दुःख इति धातोः कृते एकस्मिन् पक्षे अपवादः अस्ति खलु, तद् प्रभागे एतद् कार्यं करोति इति. किमर्थं ते वैकल्पिकम् आरोपयति कस्य सूत्रस्य बलेन घकारः आगच्छति इति प्रश्नः किल भगिनि. अत्र अत्र घकारः दादे धातोर्घः इत्यस्मात् न आगच्छति अत्र अस्मिन् उदाहरणे. अत्र तु पाणिनिना यत् उक्तं तत्तु निरवकाशं भवति खलु. अपि च वैकल्पिकमपि न भवे, यदि एतत् सूत्रं न कार्यं करोति वैकल्पिकमपि न भवति तस्मिन् समये, तदपि अस्ति किल. अतः निश्चयेन दृक् इत्यस्य कृते अपवादत्वम् अस्ति, तदेव मम प्रश्नः आसीत्। दृक् इत्यस्मिन् कृते वा दृहमुह इति सूत्रस्य निरवकाशं भवति इति कृत्वा अपवादः, तत्तु समीचीनं। यद्यपि द्वयोः आदेशः प्रायः किमपि कारणं भवेत्, यदि दृह इति अस्मिन् सूत्रे वा दृहमुह इत्यस्मिन् सूत्रे दृह इति न दत्तं चेदपि दादेर्धातोर्घः इति सूत्रेण इष्टं रूपं साधितुं शक्यते एव, किन्तु एकमेव रूपं एकमेव किल महोदय, अत्र अत्र वैकल्पिकरूपं न सम्भवति किल, अन्यस्मिन् पक्षे डकारः न भवति खलु, द्रोड्डः इति रूपं न भवति। अस्ति भगिनि, अस्ति भगिनि, अधुना अस्ति, किन्तु यदि वा इति सूत्रे नास्ति चेत् न भवति खलु, वैकल्पिकम् आरोपितं भवति वा इति सूत्र वा दृह इति दत्तमस्ति, अतः द्रोढा इति भवितुम् अर्हति। यदि वा दृह इति न दत्तम् आसीत् चेत् दादे दातोद्गः इति सूत्रेण ककारः आयाति चेत् द्रोढा इति कार्यं न भवति इति रूपं न सम्भवति एव। विकल्पेन आयाति यदि तथा एव मुह् इति धातोः कृते सृक् सृह् इति धातूनां कृते होडः सामान्यसूत्रं तद् प्रभाव्य एतद् कार्यं करोति, किन्तु अन्यस्मिन् पक्षे होडः इति निश्चयेन भवति इति खलु, समानविषयः किन्तु सम्यक् भगिनि इदानीम् अवगतम्। भवतः प्रश्नः वाट्साप् ग्रूप् मध्ये तदेव अधुना मम किञ्चित् किन्तु मम चिन्तनं ह्यः किञ्चित् मम भ्रमः एतत् भ्रमः आसीत् इति एव अहं न अवगतवती, मया न अवगम्यते इति एव न अवगतवती गतसप्ताहे एव। उदाहरणं सम्यक् उदाहरणमासीत्, यद्यपि आदेशः वैकल्पिकः अस्ति किन्तु तत् सूत्रं यस्य आदेशः वैकल्पिकः अस्ति तदपि अन्यस्य अपवादत्वेन कार्यं कर्तुं शक्यते इति एतस्य उदाहरणम् अस्य उदाहरणं भवति, एतद् उदाहरणं भवति, चिन्तनमपि समीचीनम् धन्यवादः। अभवत् खलु एषः भागः? आं भगिनि, अत्र दृह् इत्यस्य प्रसङ्गः अभवत्, इदानीम् अत्र एवमेव मुह् धातोः कृते किं भवति इत्युक्ते अत्र प्रथमं पुगन्त मुह् योगः ता पुगन्तलघूपधस्य च इत्यनेन अत्र गुणः मोह् योगः ता, इदानीमत्र मोह् इति हकारान्तधातुः अस्ति, अनन्तरं झल् वर्णः अस्ति, अतः होढः इत्यस्य कार्यं भवति स्म, परन्तु अत्र वा दृह मुह श्नुह स्निहाम् इत्यस्य कार्यं प्रथमं, विकल्पेन घकारः आगच्छति, अनन्तरं झषस्ततोर्ध्वोदः इत्यनेन अत्र तकारस्य स्थाने धकारः, अनन्तरं झलां झष् झषि इत्यनेन तृतीयसदस्यः घकारस्य स्थाने भूत्वा मोग्धा इति भवति। प्रायः अग्रे गत्वा अत्र पुनः दत्तमस्ति एतदेव विषये विकल्पेन कथं भवति इति, स्नुह्योगः ता अपि तथा एव स्नोग्धा स्निह्योगः ता स्नेग्धा इति रूपं निष्पन्नं भवति अत्र। अस्माकं चर्चा आसीत् हकारात् प्राक् इति नकारः मकारः णकारः आयाति चेत् किमर्थं हकारस्य अनुनासिकवर्णस्य एव उच्चारणम् इति, तत्र गूगल् मध्ये केनस्य तत् उक्तं हकारात् न प्राणनासिक्यम् इति, हकार अनुनासिकवर्णस्यैव उच्चारणं भवति वर्तते. अस्माकं चर्चा अधुना नास्ति, क्षम्यताम्. अन्ते भगिनी वादृह्मुः श्नुः स्नेहम् दृह्मुः न न वा दृहमुह श्नुः स्नेहाम् इति सूत्रं दृह्मुः श्नुः स्नेह एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशः भवति जलिपदान्ते च. विकल्पेन घकारादेशः भवति जलिपदान्ते च. घ अभावे होडः इत्यनेन डकारादेशः भवति. दुहश्च मुहश्च श्नुहश्च स्नेहश्च तेषाम् इतरेतरद्वन्द्वः दुहमुह श्नुहश्निह स्नेहः तेषां दुहमुहश्नुहश्निहां. अस्तु, तत्तु सप्तमी षष्टि भवति न वा अव्यपदं दृहमुह श्नुहश्निहां षष्ट्यन्तं दिवदमिदं सूत्रं होडः इत्यस्मात् हः दाधेर्दातोर्दः इत्यस्मात् घः जलो जलि इत्यस्मात् जलि स्कोः संयोगाद्यन्त्यरन्ते च इत्यस्मात् अन्ते च इत्येषाम् अनुवृत्तिः पदस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं दृहमुह श्नुह स्निहां वा हः घः जलिपदस्य अन्ते च. अत्र इदानीं उदाहरणानां दृष्टवन्तः न जशस्ततो दोतः इदानीं दृष्टं तकारयोः स्थाने धकारादेशः भवति दा धातु विजयित्वा सर्व सूत्रं सर्व स्वयं सम्पूर्णं झषः ततोः धः अधः जलां झषि जलां स्थाने झष् आदेशः भवति झषि परे. अनुवृत्तिसहितसूत्रं जलां झष् झषि संहितायाम्. अत्र इदानीं हस्ताने ड ढ आदेशः तत्तु वा इति वा मुह् दृह्मुह् इति सूत्रेण ड आदेशः अस्ति. जलिपरे धात्वान्ते हस्ताने ड आदेशः होडः इति सूत्रेण प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध आदेशः आदेशः भवति. जश्चतुर्धो धः इति सूत्रेण प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढकार आदेशः भवति. शृणष्टुः इति सूत्रेण पूर्वतनस्य ढकारस्य लोपः भवति डोडे लोपः इति सूत्रेण. अत्र दृह् योगः ता पुगन्तलघुपदस्य च इत्यनेन आर्धधातुक प्रत्ययः तथैव द्रोह् योगः ता दृह्तु द्रोः आगायाति. होडः इत्यनेन द्रोड् योगः हकारस्थाने डकार आदेशः द्रोड्योगः था जशस्ततुर्थो दा इत्यनेन द्रोड्योगः धा ष्ठुनाष्टु इत्यनेन द्रोड्योगः धा डोडे लोपः इत्यनेन पूर्वस्थितस्य डकारस्य लोपः भवति द्रो योगः डा द्रोढः इति तिष्ठति तथैव मुह्तु मुह्तु मोह आगायाति मोह योगः ता तातु आददातुक प्रत्ययः तथैव पुगन्तलघुपदस्य इत्यनेन मोह् योगः ता अत्र होडः इत्यनेन मोड् योगः ता जशस्ततोर्धोधः इत्यनेन मोड् योगः धा ष्टुनाष्टुः इत्यनेन मोड् योगः ढा डोडे लोपः मोढः पूर्वतन डकारस्य लोपः मोढः तथैव स्नुह्तु स्नूढा आयाति स्निस्तु स्नेढा इति परिवर्तनं करोति. इदानीं हस्ताने ढ तदेव वा तदेव किल भगिनि धत्वं ढत्वं घत्वम् इति विषये तद् इदानीमेव वयं चर्चितं किल पठामि सावधानतया अत्र सूत्रक्रमं निरीक्ष्यतां होडः दादेर् दातोर्घः वा द्रुहमुह श्नु श्नुः श्निहाम् इति प्रथममस्ति होडः इति सामान्यसूत्रं तदा दातेर्धातोर्घः प्रथमस्य अपवादः दादेर्धातोर्घः इति सूत्रं होडः इति सूत्रस्य अपवादः तदा वा द्रुहमुह श्नुः श्निहाम् पुनः इतोपि विशेषं तत्र दृह् धातोः विषये वा दृहमुह श्नुः श्निहाम् इति दादेर्धातोर्घः इत्यस्य बाधकम् एकवारं यदा दादेर्धातोर्घः बाधितं पुनः कार्यार्थं न आगच्छति तदेव वाट्साप् ग्रूप् मध्ये उक्तं किल लक्ष्ये लक्ष्यं सकृदेव भवति इति अतः वा दृहमुह श्नुः श्निहाम् इत्यनेन वा विकल्पेन घत्वं यस्मिन् पक्षे अनेन घत्वं न भवति तदा दातेर्धातोर्घः तत्र घत्वस्य साधनार्थं न आगच्छति अपि तु होडः इत्यनेन ढत्वं भवति फलितार्थे दृह्योगः ता धत्वपक्षे द्रोग्धा ढत्वपक्षे द्रोढा इति भवति केचन पृच्छन्ति यत् दृह् धातुः दकारादि हकारान्तधातुः अतः यदा वा दृहमुह श्नुः श्निहाम् इत्यनेन घत्वं न भवति तदा दकारादि हकारान्तत्वात् दादेर्धातोर्घः इत्यनेन घत्वं भवति यतोहि दादेर्धातोर्घः होडः इत्यस्य अपवादः अपि च तयोः कार्यं समानमेव इति किन्तु तादृशं चिन्तनं दोषपूर्णं यदा वा दृहमुह श्नुः श्निहाम् इत्यनेन घत्वं न भवति तदा होडः इत्यनेन धत्वम् इति तत्र एकमेव रूपं भवति इति कृत्वा तादृशचिन्तनं दोषपूर्णं इति भवति. मध्ये कार्यालये अस्ति वा वैद्यालये गृहे अस्मि किन्तु बहवः बन्धवः सन्ति ध्वनि आगच्छति म्यूट् करोमि. महोदय अत्र भवान् एकं उक्तवान् अत्र अपवादविषये एकं लक्ष्यलक्षणं सकृते तस्मिन् विषये किञ्चित् वदति वा भगिनि महोदय वदतु वाट्सप् मध्ये नीलेश महोदय प्रेषितवान् मित्र मम अवगमनम् एवमस्ति यस् यत्र द्वयोः सूत्रयोः प्रसक्तिः भवति तत्र पूर्वपर नित्य अन्तरङ्ग अपवादत्वेन एकस्य कार्यं भवति तदनन्तरं पुनः यस्य सूत्रस्य प्रसक्तिः आसीत् किन्तु प्राप्तिः न अभवत् तस्य सूत्रस्य कार्यं भवति वा इति प्रश्ने सति अत्र लक्ष्यं सकृदेव भवति इत्युक्ते एकवारम् एव तस्य प्रसक्तिः भवति तदनन्तरं पुनः अस्मिन् सन्दर्भे एव तस्य कार्यं न भवति इति मम अवगमनं तदेव अस्ति भगिनि भगिनि भवत्याः क्षम्यताम् आमां तत्तु तद् भिन्नमासीत् उदाहरणं तु ह्रस्वः इति सूत्रम् अपि च दीर्घोकितः तयोः मध्ये तादृशम् इदानीं मम स्मरणे आगतं सुब्रह्मण्योदयः तत्र किम् अभवत् अस्मिन् सन्दर्भे प्रायः तस्य आवश्यकता नास्ति एव लक्ष्ये लक्ष्यं सकृदेव भवति इति किन्तु तत्र किं चर्चा आसीत् इत्युक्ते ह्रस्वः इति सूत्रम् अस्ति दा इति धातोः तत्र अभ्यासकार्यं भवति दादा इति भवति ह्रस्वः इति सूत्रेण अभ्यासस्य ह्रस्वत्वं भवति ददा इति भवति पुनः दीर्घोकितः इत्यनेन दादा इति भवति तत्र मया पृष्टं पुनः ह्रस्वः इति सूर्यं कारं सूत्रं कार्यं करोति वा कार्यं करोति चेत् पुनः ददा इति भवति पुनः दीर्घोकितः इत्यनेन दादा इति भवति एवमेव इन्फिनिट् तत्र अन्योन्य आश्रयरूपेण भवत्येव सैक्लिक्लि इति कृत्वा तत्र कार्यं किम् इति मया पृष्टं तत्र एतस्य परिभाषा उक्तं लक्ष्ये लक्ष्यं सकृदेव भवति इत्युक्ते ह्रस्वः इति कार्यम् अभवत् तदनन्तरं दादेर्दातोर् दीर्घोकितः इत्यस्य कार्यं भवति चेत् पुनः तस्मिन् सन्दर्भे तस्मिन् स्थाने एव ह्रस्वः इति कार्यं न भवति इति अत्र महोदयेन महोदयस्य वाट्साप् मेसेज् पठामि लक्ष्ये लक्षणं सकृतेव लक्षणं सकृतेव भवति इति लक्ष्ये इत्युक्ते एकस्मिन् स्थले लक्षणम् इत्युक्ते एकं कार्यं तर्हि एकस्मिन् स्थले एकं कार्यम् एकवारमेव प्रवर्तते इति आशयः आसीत् चेत् समानकार्यं भवितुम् अर्हति प्रायः उपादायां ह्रस्वः इति आसीत् चेत् तत् कार्यं तु भवति किन्तु पुनः तस्मिन्नेव स्थले ह्रस्वं भूत्वा अनन्तरं दीर्घं भूत्वा पुनः ह्रस्वं पुनः दीर्घम् इति तदेव कार्यं ह्रस्वं दीर्घम् इति कार्यमेव तदेव स्थले तस्मिन्नेव स्थले समानकार्यं पुनः पुनः न सम्भवति इति स्थले इत्युक्ते स्थाने इत्येव अत्र स्थाने एव विवक्षा किल आम् इति महोदयस्य अन्तर्जाले अपि अष्टाध्यायी.com तत्रापि किञ्चित् भिन्नसूत्रं स्वीकृत्य प्रतिपादितम् ओ एवं वा इन्टर्नेट् लुक् कथं भवति इति भिन्न उदाहरणं स्वीकृत्य तदस्ति इत्युक्ते तत्र अनचीच इति सूत्रं पश्यति चेत् तत्र महोदयेन उक्तम् ओ अष्टाध्यायी.com पश्यामि कृष्ण इति अस्ति, अनन्तरम् अनधि चेत् कृष्ण इति भवति, पुनः कृष्ण इति भवितुम् अर्हति. तर्हि कुत्र स्थगते इति प्रश्नः आयाति. तर्हि लक्ष्ये लक्षणम् आ लक्ष्ये लक्षं लक्षणम् इति वयं लक्षणं सकृतयो भवति लक्ष्य इत्युक्ते स्थाने, लक्षणम् इत्युक्ते सूत्रम्. तत्र चतुर्थबिन्दुः महोदय अष्टाध्याय डाट् काम् मध्ये अनचीचति सूत्रे तत्र पश्यामि. भगिनि इदानीं चतुर्थम चतुर्थः बिन्दुः अस्ति अत्र. सः वः इति धातुभ्यां तकारादि थकारादि च प्रत्ययानां योजनविधिः. तकारादि थकारादि च प्रत्यये परे धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति होढः इत्यनेन सूत्रेण. अधुना प्रत्ययः झष् परतः अस्ति, अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध आदेशो भवति. प्रत्ययादौ स्थितस्य धकारस्य स्थाने ध आदेशो भवति ष्टुनाष्टुः इति सूत्रेण. पूर्वतनस्य ढ लोपो भवति ढोढे लोपः इति सूत्रेण. लुप्तढकारस्य पूर्ववर्तिनः अकारस्य ओकारादेशो भवति सहि बहोरोदवर्णस्य इति सूत्रेण. ढ्रलोपे पूर्वस्य दीर्घो अनः इत्यस्य अपवादः. इदानीमत्र किञ्चित् क्रमः सामान्यक्रमः अस्ति, अनन्तरम् अन्ततो गत्वा किञ्चित् भिन्नकार्यं भवति. अत्र इदानीं विषयः अस्ति धातुद्वये किं भवति इति. सः वः इति धातुभ्यां तकारादि थकारादि च प्रत्ययाः प्रत्ययानां योजनविधिः अस्ति अत्र. अत्र यथा तकारः वा थकारः वा प्रत्ययः आदिप्रत्ययः परः स्तः, अत्र धातोः अन्ते यः हकारः अस्ति अत्र हकारस्य स्थाने ढकारः भवति यथा वयं पूर्वमपि दृष्टवन्तः होडः इति सूत्रेण. यथा होडः इत्यनेन ढकारः आगच्छति, पूर्वं ढकारः अस्ति तत्तु झष्वर्णः, अनन्तरम् अत्र तकारादिः वा थकारादिः वा प्रत्ययः, अतः झषस्ततोद्धोधः इत्यनेन अत्र प्रत्ययस्य आदौ धकारः भवति आदेशः भवति. अतः स्थितस्य अत्र इदानीं पूर्वं ढकारः अस्ति अनन्तरं धकारः अस्ति, अतः अत्र पुनः चिन्तनक्रमः भवति ष्टुनाष्टुः झलां झष् झषि इति द्वयोर्मध्ये अत्र ष्टुनाष्टुः इति पूर्वत्रासिद्धमित्यनेन तस्य कार्यं भवति. अनन्तरम् इदानीं किं भवति, धकारस्य ढकारः भवति, अतः ढकारद्वयं भवति. इदानीं पूर्वस्थितस्य ढकारस्य लोपः भवति. अनन्तरम् अत्र किं भवति इत्युक्ते लुप्तढकारस्य पूर्ववर्तिनः अकारस्य ओकारादेशः भवति. नूतनसूत्रमस्ति अत्र सहि वहोरोदवर्णस्य इति. एतत्तु ढलोपे पूर्वस्य दीर्घोणः इत्यस्य अपवादसूत्रमस्ति इति दत्तमस्ति अत्र. उदाहरणमस्ति सः योगः ता. अत्र प्रथमम् अत्र हकारान्तधातुः तकारादिप्रत्ययः, तकारः झल्वर्णः, अतः होढः इत्यनेन हकारस्य स्थाने ढकारः. षड् योगः ता. इदानीमत्र ढकारः झष्वर्णः, तकारः तकारादिप्रत्ययः अस्ति, अतः झषस्तथोर्धोधः इत्यनेन तकारस्य स्थाने धकारः, षड् योगः धा। अत्र इदानीं ढकारः तवर्गीयव्यञ्जनमस्ति, धकारः तवर्गीयव्यञ्जनमस्ति, अतः ष्टुनाष्टुः इत्यनेन धकारस्य अत्र टवर्गीय वर्णः ढकारः आदेशः भवति। अतः षड् योगः ढा, इदानीं ढकारद्वयम्, अतः ढोढे लोपः इत्यनेन पूर्वस्थितस्य ढकारस्य लोपः, स योगः ढा। अत्र इदानीं स ढकारः पूर्वं ढकारः अस्ति, तत्तु ढकारस्य लोपस्य निमित्तमपि अस्ति, तस्मात् पूर्वम् अकारः अस्ति, तत्तु अन्वर्णः अस्ति। इदानीं चिन्तनमस्ति अत्र ढलोपे पूर्वस्य दीर्घोऽणः इत्यस्य प्रसक्तिः, परन्तु तत्सूत्रं प्रबाध्य अत्र सहि वहोरोदवर्णस्य इत्यनेन अत्र यः अवर्णः अस्ति सकारात् परः सः अवर्णः ओकारः भवति, इत्युक्ते अत्र सो योगः ढा सोढा इति भवति। एवमेव वह् योगः ता, अत्र वोढा इति भवति। अस्तु भगिनि, इदं धातुद्वयम् अतिप्रसिद्धं, सः सहते वह् वहति इति, तयोः तुमुन् रूपमपि प्रसिद्धं। सः योगः तुमुन्, अत्र नकारस्य लोपः भवति हलन्त्यं तस्य लोपः इत्यनेन, अतः सः योगः तुम्, उकारस्य अपि अनुनासिकवर्णः अस्ति इति भूत्वा इत्संज्ञा भूत्वा तस्यापि लोपः, षड् सः योगः तुम्। इदानीं क्रमः अस्ति अत्र हकारान्तधातुः अपि च तुम् इत्यस्य तकारः झल् वर्णः, अतः होडः इत्यनेन हकारस्य स्थाने ढकारः, षड् योगः तुम्। इदानीं तकारः अत्र तकारः अस्ति, पूर्वं ढकारः झष्वर्णः अस्ति, अतः झषस्तत्थोर्धोधः इत्यनेन तकारस्य स्थाने धकारः, षड् योगः धुम्। इदानीं ष्टुनाष्टुः इत्यनेन धकारस्य स्थाने ढकारः, ढकारस्य प्रभावेण, अतः षड् योगः ढुम्। ढकारद्वयम् अस्ति अत्र, पूर्वस्थितस्य ढकारस्य लोपः ढोढे लोपः इत्यनेन, अतः स योगः ढुम्। इदानीमत्र सहि वहोरोदवर्णस्य इत्यनेन सकारात् अत्र परः यः अकारः अस्ति सः अकारः ओकारः भवति, किमर्थमित्युक्ते अत्र अकारः यः ढकारः लोपः अभवत् तस्मात् पूर्वमस्ति इति भूत्वा, तथा एव अस्ति वा अत्र। अतः अत्र सोढुम् इति रूपं, तथा एव वह् योगः तुमुन् वोढुम् इति रूपं निष्पन्नं भवति। भगिनी पुष्पभगिनी सूत्रं पठित्वा। सहि वहोरो सहि वहोरोदवर्णस्य रोदवर्णस्य ढकारस्य लोपश्चेत् सः वह् इति धात्वोः अकारस्य स्थाने ओकारादेशः भवति। पूर्णं पठामि, सहिश्च वहिश्च तयोः इतरेतरद्वन्द्वाः सहि वहौ तयोः सहि वहोः, सहि वहोः षष्ट्यन्तम् ओत् प्रथमान्तम् अवर्णस्य षष्ट्यन्तं त्रिपदमिदं सूत्रं द्रलोपे पूर्वस्य दीर्घोणः इत्यस्मात् डलोपे इत्यस्य अनुवृत्तिः, रेफस्य कार्यम् अत्र न भवति एव, अतः रेफः से रेफः न आनीतः अनुवृत्तिसहितसूत्रं सहि वहोः अवर्णस्य ओत् डलोपो लोपे इति, नः धातुतः अस्तु भगिनि इदानीं विवरणं कृतं न सहि वहोरोध नः धातुतः थकारादि च प्रत्ययानां योजनविधिः, नः योगः ता अत्र उदाहरणेन दीयते, नः योगः ता अत्र नहो धः इति सूत्रेण धकारस्य धकारादेशः भवति, नद् योगः ता दशस्तदोदः इत्यनेन नद् योगः ता स्थाने धा आयाति, नद् योगः धा जलां झष् झषि इत्यनेन नद् योगः दकारः तृतीय तकारः आयाति, नद् योगः धा नद्धा इति रूपं, नहोधः सूत्रं नः धातोः हकारस्य धकारादेशो भवति जलिपदान्ते च, एतु जलिपदस्य कारणं कार्यं करोति नहोधः, नहः षष्ट्यन्तं धः प्रथमान्तं द्विपदमिदम् उच्चैः पठति वा भगिनि, नहः दशष्ट्यन्तं धः प्रथमान्तं द्विपदमिदं सूत्रं होडः इत्यस्मात् हः इत्यस्य अनुवृत्तिः, होडः सो होडः सूत्रं नास्ति, दादेर्धातो घः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः, स्कोः संयोगाद्योरन्ते च इत्यने इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः, पदस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं नहः धातोः अत्र धातोर्धातु इत्य धः धः धः झलिपदस्य अन्ते च इति अनुवृत्तिसहितसूत्रमस्ति, तत्र एतेषां कार्यं करोति नहोधः इत्यनेन, होडः दादेर्धातो घः जलो झलि स्कोः संयोगाद्योरन्ते च अन्ते च पदस्य इत्यनेन पदस्य अधिकारः, नः धातोः हः धः जलिपदस्य अन्ते च इति हलन्तेभ्यो धातुभ्यः तकारादि तकारादि च प्रत्ययानां योजनमिति समाप्तः, धन्यवादः भगिनि. अग्रिम धातुपाठे सन्ति चतुर्थपाठः अग्रिमकरपत्रं शुभकरमहोदय. धातुपाठे हल् सन्धिः चतुर्थपाठः. एतावता अस्माभिः दृष्टं यत् धातुपाठे हलन्तधातुभ्यः सादि तादि धादि धादि च प्रत्ययः विहितः चेत् हल् सन्धिर्भवति. प्रत्ययः वादि मादि नादि मा वादिः मादिः नादिः चेदपि कुत्रचित् भवति. प्रथमे पाठे हलन्तेभ्यो धातुभ्यो लङ्लकारस्य त प्रत्ययः स प्रत्ययश्चेत् अनयोः योजनविधिः अवलोकितः. द्वितीये पाठे हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः लङ्लकारस्य स प्रत्ययम् अतिरिच्य अवलोकितः. तृतीये पाठे हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः लङ्लकारस्य तप्रत्ययम् अतिरिच्य इति अस्माभिर्वीक्षितम्. अधुना धातुपाठे हल् सन्धेः चतुर्थो भागः हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः. अयं च धातुपाठे हल् सन्धेर् अन्तिमो भागः इति अस्मिन् पाठे धकारादि प्रत्ययः परः भवति चेत् हल् सन्धिकार्यं कीदृशं भवति इति अस्य पाठस्य किं वद विषयः अस्ति. धकारादिप्रत्ययाः द्वाभ्यां मार्गाभ्यां सृष्टाः इति, धकारादिप्रत्ययः परे कथं भवति इति, तत्र मार्गद्वयमस्ति. एकं तु हुजल्भ्यो हेर्धिः इति सूत्रेण, हु धातुतः हलन्तेभ्यः धातुभ्यश्च हि प्रत्ययस्य स्थाने धि आदेशः भवति. येन विधिस्तदन्तस्य इत्यनेन झलेभ्यः इति विशेषेण तेभ्यः अङ्गेभ्यः येषाम् अन्ते झल्, हुश्च झलश्च तेषाम् इतरेतरद्वन्द्वो हुजल् हुजलः तेभ्यो हुजल हुजल्भ्यः हुजल्भ्यः पञ्चम्यन्तं हेः षष्ट्यन्तं तिः प्रथमान्तं त्रिपदमिदं सूत्रम्. अङ्गस्य एतस्य अधिकारः अनुवृत्तिसहितसूत्रं हुजल्भ्यः अङ्गेभ्यः हेः धिः. सूत्रं वदति हु धातुतः अपि च हलन्तेभ्यः, हलन्ते नास्ति, झलन्तेभ्यः धातुभ्यः परे हि प्रत्ययः अस्ति चेत् तस्य स्थाने धि आदेशः भवति इति. उदाहरणार्थं यथा वच् योगः हि, हुजल्भ्यो हेर्धिः इत्यनेन हि स्थाने धि आदेशः भवति. वच् योगः धि इति भवति. हि इति मध्यमपुरुष एकवचने प्रत्ययः आगच्छति इति वयं जानीमः. सेर्हि अपि च इति सूत्रेण तिप्तजी सिप् सिप् तत्र सि इत्यस्मिन् स्थाने हि आदेशः भवति. सेर्हि अपि च इति सूत्रेण इदानीं हि स्थाने पुनः हुजल्भ्योर् हुजल्भ्यो हेर्धिः इति सूत्रेण हि हि स्थाने धि आदेशः भवति. अनेन वच् योगः धि इति इति भवति. एवमेव दुः योगः हि, हुजल्भ्यो हेर्धिः इत्यनेन हि स्थाने धि आदेशः भवति. अपि च लिह् योगः हि, तत्रापि हुजल्भ्यो हेर्धिः इत्यनेन हि स्थाने धि आदेशः भवति. लिह् योगः धि इति भवति. तदनन्तरं बहूनि कार्याणि भवति, किन्तु अत्र धि इति प्रत्ययः धकारादिप्रत्ययः कथं भवति इति अत्र प्रथममार्गः दर्शितः. धन्यवादः. इदानीमत्र द्वितीयमार्गः, अत्र वयं दृष्टवन्तः पूर्वमेव झषस् तथोर्धोधः इति सूत्रम्. अत्र झष् उत्तरस्य तकारथकारयोः स्थाने धकारादेशो भवति धा धातुं वर्जयित्वा. अत्र सूत्रं स्वयं सम्पूर्णं झषः तथोः धः अधः इति. अत्र उदाहरणमस्ति दोघ् योगः ति. अत्र पूर्वं घकारः झष्वर्णः, ति इत्यस्मा इत्यस्मिन् तकारः अस्ति, अतः झषस्तथोर्धोधः इत्यनेन अत्र तकारस्य धकारादेशः दोघ् योगः धि दुघ् योगः थः अत्र पुनः झषस्तथोर्ध्वोदः इत्यनेन थकारस्य स्थाने धकारः अतः दुघ् योगः धः इत्युक्ते अत्र एतत्तु द्वितीयमार्गः यस्मात् अत्र प्रत्ययः धकारादिप्रत्ययः आदेशरूपेण भवति इति. धन्यवादः. मध्यस्पुरुष बहुवचनस्य आत्मनेपदे लटि द्वे लोटि लङि च ध्वं भवति. यदा दकारादिप्रत्ययः सञ्जातः तदा हलन्तधातुभ्यः धकारादि प्रत्ययानां योजनविधिः अधो यथा लिखितः तथा कुर्वन्तु. हलन्तधातुभ्यः धादिप्रत्ययः चेत् पञ्च सम्भावनाः. अत्र अस्माकं प्रमुखसिद्धान्तः जष्ट्वं. किमर्थं प्रत्ययस्य आदौ यकार यः दकारः अस्ति सः झषि अस्ति किल. वर्गस्य तृतीयचतुर्थ चतुर्थयोः अन्यतमः वर्णः अस्ति. यत्र प्रत्ययस्य आदौ सकारः तकारः थकारः च आसीत् तत्र प्रत्ययस्य आदिमवर्णः खरि आसीत् इति कारणतः खरि च इत्यनेन सर्वत्र छत्वं भवति स्म. परञ्च अधुना कर्ण अपि तु झष् परे अस्ति अतः झष्त्वं भवति. झष्त्वसूत्रं नाम सन्धि झष्त्वसन्धि नाम वर्गस्य तृतीयसदस्यादेशः भवति. सूत्रम् इदं जलां झष् झषि जलां स्थाने झषादेशः भवति झषि परे. स्थानेन्तरं तमः इदानीं न अनुवृत्तिसहितसूत्रं जलां झष् झषि संहितायाम्. अत्र प्रमुखसिद्धान्तं दष्ट्वसन्धिः. किमर्थम् इति पृष्टे प्रत्ययस्य आदौ धकारः यः धकारः अस्ति सः झषि अस्ति तथैव प्रत्ययस्य आदौ सकारः तकारः या थकारः च आसीत् तत्र प्रत्ययस्य आदिमवर्णः करि आसीत् इति कारणतः करि च इत्यनेन चत्वं चत्वसन्धिः भवति. परञ्च अधुना कर्णापि तु झष् अस्ति चेत् अस्ति अतः झष्त्वं भवति नाम तृतीयसदस्य आयाति झषि इति सूत्रम् इदानीं इदानीं वदन् वक्तुं न धन्यवादः. नमस्ते भगिनि. धात्वन्ते वर्गस्य प्रथमः द्वितीयः तृतीयः चतुर्थः च वर्णः येषु अन्यतमश्चेत् धात्वन्ते झष्त्वं जलां झष् झषि इति सूत्रेण क ख ग घ एते वर्णाः एते वर्णेषु अन्यतमश्चेत् धात्वन्ते जलां झष् झषि इति सूत्रेण गकारादेशः तृतीयसदस्य आदेशः भवति. शाशक् योगः हि शाशक् योगः तत्र केन सूत्रेण हुजल्भ्यो हेर् दिहि इति सूत्रेण हि इति प्रत्ययस्य स्थाने धि आदेशः भवति शाशक् योगः धि इदानीं जलां झष् झषि इति सूत्रेण परे झष् वर्णः अस्ति इति कृत्वा ककारस्य स्थाने तृतीयसदस्य गकारादेशः भवति शाशक् योगः धि शाशक् धि इति भवति एवमेव च ज झ एतयोः स्थाने पुनः गकारः एव आदेशः भवति किमर्थम् इत्युक्ते चोः कुः इति सूत्रस्य प्रसक्तिः प्राप्तिः अपि अस्ति अपि च जलां झष् झषि तस्य प्रसक्तिः अपि अस्ति इति कृत्वा द्वयोः सूत्रयोः कारणेन च च झ इति एते वर्णाः धातौ अन्ते अस्ति चेत् गकारादेशः भवति उदाहरणार्थं जाझर्ज् योगः हि इति स्थितौ हुजल्भ्यो हेर्धिः इति अनेन जाझर्ज् योगः धि हि इति प्रसेज धि आदेशः भवति इदानीं चोः कुः इति सूत्रस्य प्रसक्तिः प्राप्तिः भवति अनेन झकारस्य स्थाने स्थानेऽन्तरतमः इत्यनेन कवर्गीयचतुर्थवर्णस्य आदेशः भवति जाजर्घ् योगः धि इति भवति इदानीं जलां झष् झलां झष् झषि इति सूत्रेण महाप्राणघकारस्य स्थाने अल्पप्राणघकार आदेशः भवति जाजर्ज् जाजर्घ् योगः धि जाजर्घ् जाजर्घ् धि इति भवति किन्तु अत्र केवलं च च झ इत्यनयोः स्थाने एव यदि चकारः महाप्राणचकारः आगच्छति चेत् तत्र कार्यं भिन्नं भवति व्रश्च भ्रश्च सृज मृज यज राज भ्राज इति परिगणित धातौ विषये तत्र साक्षात् व्रश्च भ्रश्च सृज मृज याज भ्राज छशां शः इति सूत्रेण अन्तिमे यत् वर्णः अस्ति तस्य स्थाने मूर्धन्यषकारादेशः भवति तदनन्तरं ष्टुनाष्टुः इति सूत्रेण ष्टुत्वं भवति पुनः जलां झष् झषि इत्यनेन झष्त्वं भवति उदाहरणार्थं यायज्योगः हि यायज्योगः धि इति भवति तत्र हुजल्भ्यो हेर्दिः इति सूत्रेण हि इति प्रत्ययस्य धि आदेशः भवति इदानीं यायज्योगः धि इति स्थितौ भ्रश्च भ्रश्च इति सूत्रेण यायज् इति धातौ अन्तिमजकारस्य षकारादेशः भवति यायश् योगः यायश् इति भवति षकारः भवति अपि च धकारस्य धि इति प्रत्ययस्य धकारस्य ष्टुत्वं भूत्वा ढकारादेशः भवति यायश् योगः ढि इति भवति इदानीं जलां झष् झषि इति सूत्रेण षकारस्य ढकारादेशः भवति तदेव स्थाने अन्तरतमः इत्यस्य इति सूत्रस्य कारणेन षकारस्य ढकारः आदेशः भवति यायड्योगः ढि यायढि इति भवति किन्तु तुक्सहितचकार अन्तधातुः अस्ति चेत् चोः षूडनुनासिके च इति अनेन प्रथमं षत्वं भवति अनन्तरं रश्च भ्रश्च इति अनेन षत्वस्य षकारस्य षत्वं मूर्धन्यशत षकारादेशः भवति तदनन्तरं ष्टुनाष्टुः इत्यनेन ष्टुत्वं जलां झष् झषि इत्यनेन झष्त्वं भवति उदाहरणार्थं पाप्रच् योगः हि तत्र प्रथमं हुजल्भ्यो हेर्धिः इति सूत्रेण हि इति प्रत्ययस्य धि आदेशः भवति पाप्रच् योगः धि भवति इदानीं छ्वोः षूडननासिके च इत्यनेन तुक्सहितचकारस्य स्थाने षकारादेशः भवति पाप्रश् योगः धि पुनः व्रश्च भ्रश्च इति सूत्रेण षकारस्य स्थाने मूर्धन्यषकारादेशः भवति पाप्रश् योगः धि ष्टुत्वं भूत्वा पाप्रश्योगः ढि, जष्वं भूत्वा पाप्रड्योगः ढि, पाप्रढि इति अन्तिमरूपं भवति. धन्यवादः महोदय. पुष्पा भगिनी अस्ति वा? सुब्रह्मण्य महोदय. अस्तु भगिनि, टवर्गीयव्यञ्जनमस्ति इदानीं ठ ड ढ, अत्र तेषां स्थाने अत्र ढकारादेशः. स्थुनाष्टुः झलान् झषि इति उदाहरणमस्ति. पापट् योगः हि, अत्र प्रथमं हूजल्भ्यो हेर्भिः इत्यनेन हि स्थाने धि आदेशः. पापट् योगः धि, इदानीं ठकारः टवर्गीयव्यञ्जनं, धकारः तवर्गीयव्यञ्जनम्, अतः स्टुनाष्टुः इत्यनेन धकारस्य स्थाने ढकारः. पापट् योगः ढि, इदानीं किं भवति इत्युक्ते ढकारः झष्वर्णः, ठकारः झल्वर्णः, अतः तृतीयसदस्य आदेशः झलः स्थाने. पापड् योगः ढि, इदानीं वर्णमेलनं पापड्ढि इति रूपं निष्पन्नं. तवर्गीयव्यञ्जनमस्ति चेत् अत्र दकारादेशः, अत्र झलां झष् झषि इत्यस्य कार्यम्. उदाहरणमस्ति अद् योगः हि, अत्र पुनः हूजल्भ्यो हेर्धिः इत्यनेन हकारस्य हि स्थाने धि आदेशः. अद् योगः धि, अनन्तरम् अत्र किं भवति इत्युक्ते दकारः झल्वर्णः, धकारः झष्वर्णः, अतः झलां झष् झषि इत्यनेन दकारस्य स्थाने दकारादेशः. अद्धि इति तदेव उक्तं किल, तदेव उक्तं किल भगिनि मया. अस्तु भगिनि. अद् योगः धि, अत्र अद्धि इति रूपम्. इदानीम् अत्र किञ्चित् विशिष्टकार्यमपि भवति. अत्र झरो झरि सवर्णे इत्यनेन हल् उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे. उदाहरणमस्ति अत्र रुन्ध् योगः हि, प्रथमं हूजल्भ्यो हेद्धि इत्यनेन हि स्थाने धि, रुन्ध् योगः धि. अत्र झलां झष् झषि इत्यनेन रुन्धित्यस्य अन्ते यः धकारः अस्ति तस्य स्थाने तृतीयसदस्यः धकारः, रुन्ध् योगः धि. इदानीं किं भवति इत्युक्ते अत्र नकारः हल्वर्णः, तदनन्तरं दकारः झर्वर्णः, धकारः झर्वर्णः, अपि च सवर्णझर्वर्णः, अतः झरो झरि सवर्णे इत्यनेन अत्र किं भवति इत्युक्ते अत्र यः हल् उत्तरस्य झर्वर्णः अस्ति दकारः, तस्य लोपः भवति विकल्पेन. इत्युक्ते एकपक्षे दकारस्य लोपः भूत्वा रुन्धि इति भवति, अन्यस्मिन् पक्षे रुन्धि इति रूपं निष्पन्नं भवति. अग्रे अत्र पवर्गीयव्यञ्जनं प फ ब भ कथम् आयाति महोदय, एकवारं वदतु. रुन्धि रुन्धि रुन्धि. अत्र यथा रुन्ध् योगः धि अस्ति, अत्र रुन्ध् इत्यस्य नकारः हल्वर्णः, तस्य अनन्तरं दकारः अस्ति तत्तु झर्वर्णः, तदनन्तरम् अत्र धकारः अस्ति तत्तु सवर्णझर्वर्णः, अतः झरो झरि सवर्णे इति सूत्रेण अत्र किं भवति इत्युक्ते नकारः हल्वर्णः, दकारः झर्वर्णः, धकारः सवर्णझर्वर्णः, हल् उत्तरस्य इत्युक्ते नकारस्य अनन्तरं यः दकारः अस्ति तत्तु झर् वर्णः अस्ति, तस्य लोपः भवति विकल्पेन। किमर्थमित्युक्ते धकारः सवर्ण झर् वर्णः अस्ति, दकारः अपि च धकारः अत्र सावर्ण्यम् अस्ति इति भूत्वा अत्र पूर्वस्थितस्य दकारस्य लोपः इत्युक्ते हल् उत्तरस्य दकारस्य लोपः भवति इत्युक्ते रुन् योगः धि रुन्धि इति भवति। यस्मिन् पक्षे अत्र दकारस्य लोपः न भवति, किमर्थम् इत्युक्ते अत्र झरो झरि सवर्णे इति सूत्रं वदति विकल्पेन एव लोपः भवति इति, अतः यस्मिन् पक्षे लोपः न भवति अत्र दकारः तिष्ठति भूत्वा अत्र रुन्धि इति रूपं निष्पन्नं भवति। तेषु अन्यतमवर्णः अस्ति चेत् तृतीयसदस्यः बकारः आदेशः भवति झलां झष् झषि इत्यनेन। उदाहरणमस्ति ते तेप् योगः हि, अत्र हुजल्भ्यो हेर्धिः इत्यनेन हकारस्य स्थाने धकार हि स्थाने धि, ते तेप् योगः धि, अत्र पकारः झल्वर्णः धकारः झष्वर्णः, अतः झलां झष् झषि इत्यनेन पकारस्य स्थाने पवर्गीयतृतीयव्यञ्जनं बकारः, ते तेब् योगः धि ते तेभ्धि इति रूपं निष्पन्नं भवति। धात्वान्ते शकारः चेत् दान्त्यशकारः तालवशकारः आदेशः भवति। तालव्यशकारस्य मूर्धन्यशकारः अस्ति, तालव्यशकारः व्रश्च व्रश्च सृजं यजराज ब्राज शशामि शः इत्यनेन शकारः आयाति। अत्र शृणाष्टु इत्यनेन डकारः तृतीय अत्र शृणाष्टु डकारस्य एक अग्रे पठति प्रायः उदाहरणस्य ईश् योगः द्वे अत्र ईश् केन सूत्रेण शकारः भवति मूर्धन्यशकारः मूर्धन्यशकारः व्रष्टभ्रष्ट इत्यनेन शकारः ईश् योगः द्वे अत्र ईश् द्वे तु शृणाष्टु इत्यनेन द्वे आयाति डकारः आयाति ईश् योगः द्वे अत्र डकारस्य परिणामेन शकारस्य परिवर्तनम् आगच्छति डकारः तालव्यडकारः मूर्धन्यडकारः शकारः मूर्धन्यवर्णः इति कृत्वा डकारः तालव्यडकारस्य मूर्धन्यडकारः तत्तु अनन्तरं जलाम् इत्यनेन जलां झषि इत्यनेन ईड् योगः द्वे ई वर्णमेलनेन ईड्वे दातु जलं झषि इत्यनेन डकारस्य परिवर्तनं आयाति न षकारस्य स्थाने डकारः भवति डकारः अत्र दृश्य दृश्य इति सूत्रस्य प्रसक्तिः किमर्थं भवति? अत्र षकारः अस्ति न, षकारान्तधातुः अस्ति, अनन्तरं द्वे इति दकारः अस्ति, दकारः जलि अस्ति इति कृत्वा दृश्य दृश्य जलि पदान्ते कार्यं करोति. दकारः जलि अस्ति. अग्रिममपि पठति वा? धात्वान्ते षकारः चेत् तु दकारः चतुष्टना. अधुना यत् वयं दृष्टवन्तः तदेव, केवलं शकपूर्वं तालव्यषकारः आसीत्, अनन्तरं दृश्य दृश्य इत्यनेन मूर्धन्यषकारः अस्माभिः कृतः सूत्रस्य कारणेन. अधुना तु मूर्धन्यषकारमेव अस्ति चेत् किं भवति? केवलं श्नाष्कनु जलाञ्जष्यसि इति कार्याणि एव सन्ति, अवशिष्टकार्याणि इति एव त्वौ एव स्तः. अत्र चक्ष् अस्ति, स्कोः इष्यति अस्ति खलु, इष्यति अस्ति स्कोः संयोगादि वर्तते चेत् सूत्रेण. सूत्रं स्कोः किं स्कोः स्कोः संयोगादि वर्तते चेत् संयोगाद्यन्त इदानीं वदामि तत्तु तद्विषयेण. तदपि पुनः पलि जलिपदान्ते इति जलि तत्तु जलि अस्ति. तत्तु चष् आयाति तत्र दकारः जलि अस्ति. शृणाष्टुः अत्र ओ अत्र षकारः मूर्धन्यषकारः नास्ति न चक्ष अत्र. अत्र मूर्धनेषकारः एव, तस्य नाम तु मूर्धनेषकारः एव अस्ति. चष् योगः द्वे, अत्र चष्टुनाष्टु इत्यनेन डकारः आयाति, डकारस्थाने डकारः आयाति. चष् योगः द्वे, अत्र जलां जष्टषि इत्यनेन षकारस्थाने डकारः आयाति. द्वे षड्वे एतावदेव ह्यः दृष्टा. धन्यवादः महोदय. एतत् हकारस्य ब्रह्म इति उच्चारणस्य विषये उक्तवान् खलु, तस्मिन् विषये गूगल् मध्ये दृष्टवती, कुत्रचित् एकत्रैव दृष्टवती. तत्र किमित्युक्ते तैत्रीय उपनिषद् अस्ति खलु, तत्र एकः भागः अस्ति शिक्षा इति भागः अस्ति, तर्हि शिक्षाभागे उच्चारणं कथं भवेत् इति विस्तृतरूपेण दत्तमस्ति. यजुर्वेदस्य शिक्षावल्ली इति भागः अस्ति, प्रथमद्वितीयभागः अस्ति इति तत्र दत्तमस्ति. हकारान् न न म इति एते सन्ति चेत् प्राणनासिक्यम् इति अस्ति, नासिकवर्णस्य उच्चारणं भवति. ओ अहं पश्यामि भगिनि. अहं तु दृष्टवती, मम समीपे पुस्तकं किमपि नास्ति, गूगल् मध्ये अहं पुस्तकम् अन्विष्टवती, किन्तु यद् यद् भवत्या पठितं तत् साक्षात् तैत्री उपनिषदि नास्ति. तैत्री उपनिषद् अहं कण्ठस्थीकृतवान्, अतः तत्र साक्षात् नास्ति. शिक्षावल्ली इति प्रथमवल्ली अस्ति, प्रायः तस्मिन् भाष्ये किमपि भवितुमर्हति. अहं दृष्ट्वा वाट्साप् ग्रूप् मध्ये गूगल् मध्ये विकिपीडिया मध्ये तदेव प्रोनौन्सियेशन् कथं कुतः कथं भवेत् इति सर्वं, कथम् इनन्शिट् करणीयम् इति सर्वं तत्र दत्तम् अस्ति इति दृष्टवती, किन्तु पुस्तके अस्तु दृष्ट्वा वदतु महोदय सूत्रं. अस्तु धन्यवादः, शुभरात्रिः. पुष्पा भगिनी धन्यवादः. सरला भगिनी अस्ति वा? धन्यवादः भगिनी.